सर्वेषां नमस्काराः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. इदानीं पठ्यमानः पाठः अस्ति इत्संज्ञाप्रकरणम् इति. तत्र वयं पूर्वं मम नाम अरुणाराम. नमस्कारः. पूर्वं तत्र सूत्राणि पठितवन्तः, तत् इत्संज्ञाप्रकरणसूत्रं सूत्राणि. अत्र उपदेशे अजनुनासिक इत्, हलन्त्यं न विभक्तौ तुस्माः, आदिर्नि टुडवः, अपि च शप्रत्ययस्य चुटु लषक्वदद्दिते इत्यपि दृष्टवन्तः. तदनन्तरम् इत्लोपविधिः इति कश्चन सूत्रमस्ति, किमपि सूत्रमस्ति, ततः प्रारम्भं कुर्मः. तर्हि इत् इत्युक्ते अनुबन्धाः भाषायां न तिष्ठति. मूले इत्युक्ते पाणिनिसूत्रेषु अथवा धातुपाठे तिष्ठति. यदि वयं प्रक्रियायां योजयामः इदानीं पदनिर्माणसमये, ते सर्वे लोपः भवन्ति, इत्युक्ते अदर्शनं भवन्ति. अस्तु, के सन्ति? अस्तु, मीना सुन्दरेशन् भवती वदति वा? किं पाठम् इत्संज्ञाप्रकरणम् इति. अहं सज्जा नास्मि. चिन्ता नास्ति. शृणोतु पूर्वम्. अस्तु, मलर् भगिनी भवती पठति वा इत् लोपविधिः इति? भवती पठतु कृपया. कुत्र अस्ति महोदय? लषक्व तद्धिते इतनन्तरं लषक् वदत्ये तस्य लोपः, तस्य लोपः इत्यस्मिन् उपदेशे न तत्र इत् लोपः विधिः इति अस्ति खलु शीर्षकमेकं. एकवारं यदा कस्यचित् शीर्षकं किं एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति. तस्य लोपः इत् संज्ञाकस्य वर्णस्य लोपः भवति. तस्य षट्यन्तं लोपः प्रथमान्तं द्विपदम् इदं सूत्रम्. उपदेशे अजनुनासिक इत् इति अस्मात् इत् इत्यस्य अनुवृत्तिः षट्यर्थे अनुवृत्तिसहितसूत्रं तस्य इतः लोपः. अतः किमुक्तं तत्र? लोपः विधिः दत्तं महोदय. तस्य लोपः इति इत्युक्ते इत्संज्ञा वर्णस्य लोपः, इत्संज्ञा वर्णस्य लोपः भवति. अस्य सूत्रस्य तस्य इति षष्ट्यन्तं लोपः प्रथमान्तं द्विपदं सूत्रम्. इत्संज्ञा भवति चेत् तत् लोपः भवति इति उक्तं किल? उत्तमम्. इत्संज्ञा अस्ति चेत् लोपः, लोपः इत्युक्ते अदर्शनं न दृश्यते. हा महोदय, अस्तु, धन्यवादः भगिनि. म्यूट् मध्ये गच्छतु कृपया. सरला भगिनी भवती पठति वा? इदानीम् अहं अस्तु, हरिप्रिया भगिनी भवती पठति वा? पठामि महोदय. अनुवृत्तिः इति पठतु. अनुवृत्तिः. एतेषाम् अनुवृत्तिक्रमः सुलभः. उपदेशे अजनुनासिक इत् 1.3.2 इत्यस्मिन् न कापि अनुवृत्तिः, सर्वं सूत्रे एव वर्तते. हलन्त्यम् 1.3.3 इत्यस्मिन् सूत्रे उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. अतः उपदेशे अन्त्यं हल् इत् इति वाक्यम्. न विभक्तौ तुस्माः इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यनयोः अनुवृत्तिः. अतः उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः इति वाक्यम्. आदिर्नि टुडवः इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. भुवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. वचनपरिणामं विभक्तिपरिणामं च कृत्वा अतः उपदेशे धातोः आदयः ङीटुडवः इतः इति वाक्यम्. अस्तु, संक्षिप्तेन वदतु सूत्रचतुष्टयं किम् एकवारम्. अत्र प्रथमतया उपदेशे अजनुनासिक इत् इत्यत्र कोऽपि अनुवृत्तिः नास्ति, सर्वं सूत्रे वर्तते एव. हलन्त्यम् इत्यत्र उपदेशे अजनुनासिक इत् सूत्रात् उपदेशे इत् एतद्वयोः अनुवृत्तिः. तर्हि वाक्यं किं भवति? उपदेशे अन्त्यं हल् इत् स्यात्. उत्तमम्. अग्रे अग्रे न विभक्तौ तुस्माः इत्यत्र उपदेशे अजनुनासिक इत् तस्य उपदेशे तदनन्तरम् इत् इत्यनयोः एतद्वयोः अनुवृत्तिः. उपदेशे इत् एतद्वयोः. अपि च अन्त्यं हल् हल् अन्त्यं हल् इति अस्ति अपि अस्ति खलु. हलन्त्यम् इत्यस्मात् हल् अन्त्यम् एतद्वयोः अनुवृत्तिः. अतः उपदेशे विभक्तौ अन्त्याः हलः. अत्र एतत् तुस्माः न इतः एतद् मया न अवगम्यते. अस्तु, तुस्माः इत्युक्ते तु इत्युक्ते तवर्गः तथन सकारः अस्ति अपि च मकारः. विभक्तौ इत्युक्ते विभक्तिः इत्युक्ते विभक्तिप्रत्ययाः, यदि तिङन्तप्रत्ययाः अपि च सुबन्तप्रत्ययाः सन्ति खलु, तत्सर्वे तानि सर्वाणि ते सर्वे प्रत्ययाः विभक्तिः इति उच्यते. विभक्तौ इति तत्र विभक्तौ इत्युक्ते परे इति अर्थः खलु, सप्तमन्त्यमस्ति. विभक्तिप्रत्ययः परे अथवा सकारः अथवा मकारः न इत् इति अस्ति. ते इत्संज्ञा न सन्ति. इदानीं हलन्त्यम् इति किं वदति? अन्त्यहल् इत् भवति इति. परन्तु अत्र निषेधं करोति पाणिनिः, न विभक्तौ तुस्माः इति. ते एते विभक्तिप्रत्ययेषु तकारः तवर्गः अपि च सकारः अपि च मकारः न इत् भवति इति वदति. उदाहरणमस्तु रामम् इति अस्ति, राम अम् अस्ति, मकारः अस्ति अन्ते. इदानीं हलन्त्यम् इत्यनेन गच्छति चेत् राम रामम् इति रूपमेव न सिद्ध्यति खलु. तथा न विभक्तौ तु स्मः, उपदेशे विभक्तौ अन्त्या हल् तु स्माः न इत्. अपि च आदिन्यटुडवः वदतु कृपया. आदिन्यटुडवः इत्यस्मिन् उपदेश अजननासिक इत्यस्मात् सूत्रात् उपदेशे इत् एतद्वयोः अनुवृत्तिः. तदनन्तरं भुवादयो धातवः तत्र धातुः इत्यस्य अनुवृत्तिः. किन्तु अत्र धातु इति न दृश्यते किल, धातवः इति अस्ति खलु, भुवादयो धातवः इति प्रथमा बहुवचनम् अस्ति. परन्तु अत्र विभक्तिपरिणामं धातु इत्यस्य प्रथमा बहुवचनमस्ति, परन्तु अत्र विभक्तिपरिणामं कृत्वा धातोः इति षष्टि एकवचनं रूपं स्वीक्रियते. किन्तु अत्र आदिर्ङेटुडवः तत्र धातुः इति न दृश्यते किल, न दृश्यते. परन्तु धातु भूवादेव धातवः इति प्रथमं सूत्रमस्ति 131, ततः धातु इति आगच्छति अनुवृत्तिरूपम्. अत्र किं वक्तुमिच्छति, आदिः नि टु डु एते इत्संज्ञा. कस्मिन् आदौ इति चेत् धातोः आदौ इत्यर्थः. इदानीं डुक्रिङ् पच डुपचष् इति सर्वं डु अस्ति, तत्सर्वं ङित्संज्ञा अस्ति तस्य. तर्हि उपदेशे धातोः आदयः नि टु डवः इतः इति उच्यते. अस्तु, धन्यवादः. अन्य कोऽपि महोदय, एकः प्रश्नः अस्ति. गीता भगिनि, शः इत्युक्ते कः अर्थः? शः प्रत्ययस्य. अस्तु, भवती एव पठतु. इदानीं तत् न पठितं, भवती पठतु, अत्र अनन्तरं वदामि. एकवारं पठतु तत्. शः प्रत्ययस्य इत्यस्मिन् आदिनिडुडवः इत्यस्मात् आदिः उपदेशजनुनासिक इत्यस्मात् उपदेशे इत्, अतः उपदेशे प्रत्ययस्य आदिः इत्यस्य आदिः शः इत् इति वाक्यम्. तत्र प्रत्ययस्य शः आदिवर्णः शः अस्ति चेत् प्रत्यये तद् इत् संज्ञा भवति. इत्यर्थः उपदेशे प्रत्ययस्य आदिः शः इत्. शः इत्युक्ते श इति शकारः इत् अस्ति इति अर्थः. इदानीं चिन्तयतु, कश्चन प्रत्ययः अस्ति यस्य शकारः आदि अस्ति, आदिवर्णः प्रथमवर्णः, तर्हि तद् इत् भवति इति उच्यते. अवगतम्? अवगतम्. देन् आदिर् डिडु आदिनिडुडवः इत्यस्मात् आदिः अवगतं न. आदिर्निडुडवः इति सूत्रमस्ति. तत्र सूत्रस्य पदविभर्जनं किम्? आदिः नि टु डवः. तत्र नि टु डु इत्यस्य समाहारः, तत्र इतरेतरद्वन्द्वः अस्ति. तस्य किञ्चित् बहुवचनं किं? डु आदिनि टु डु, टु डु इति अस्ति. तद् गुरुशब्दः वत् इति अस्ति, गुरवः इति भवति, तथा टुडवः इति अस्ति, नि टुडवः इति अस्ति. तत्र आदिः धातोः आदिः धातोः आदिः नि वर्णः नि इति, अपि च टु इति अस्ति चेत् अथवा डु अस्ति चेत् ते इत्संज्ञकाः इति अर्थः. ते इत् भवति. इदानीं डुह्रिन् करणे इति डुह्रिन् इति धातुः एकः अस्ति, कृ इति धातुः, डुह्रिन् इति भवति. तत्र आदिः डु इति अस्ति, तद् इस् इत् अस्ति. तदर्थं टु इत्युक्ते टु वर्ग न, टु टु इति साक्षात् वर्णद्वयं तकार उकारः वर्णद्वयं टु अण्ड् उ तकार अण्ड् उकार उकार उकार उकार अपि च डु इति डकार उकारः वर्णद्वयं मिलित्वा गुरुशब्दं सो शा नि टु ड फोर् लेटर् न नी टु ड धातोः एव परन्तु श इति प्रत्ययस्य इति प्रत्ययस्य आदिशकारः धातोः आदि नि टु ड नि चु डु धातोः इति अवगतम् तर्हि चुटु इति पठतु कृपया गीता भगिनी भवती चुटु चुटु चुटु इत्यस्मिन् चुटु इत्यस्मिन् शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निडुडवः इत्यस्मात् आदिः उपदेशजनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः चुटु इतौ इति वाक्यम् किं वदति प्रयत्नं करोतु न शक्नोमि न प्रयत्नं करोतु अहं परिशीलयामि कृपया प्रयत्नं करोतु चुटु इत्यस्मिन् शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निरुदवः इत्यस्मात् आदिः उपदेशजनुनासिकः इत् उपदेशजनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः चुटु इदानीं प्रत्ययस्य इति अवगच्छति आदिः इति अवगच्छति प्रत्ययस्य आदौ चुटु इति गुरुशब्दवत् तत्र द्विवचनम् अस्ति गुरुः गुरवः खलु चुटु इति अस्ति चुवर्गः चु अपि च टु चु च टु च चुटु इति तर्हि चु इत्युक्ते च च झ ञ टु इत्युक्ते टट्ट डड ण इति एते सर्वे वर्णाः सन्ति चेत् प्रत्ययस्य आदौ सन्ति चेत् इत् भवन्ति बट् वै चुटु दीर्घ उ तदेव उक्तवान् गुरुशब्दः जानाति गुरुः गुरुः गुरु द्विवचनं महोदय अहं पठामि भवती पठतु पठतु एकक्षणं सर्वे अवगतवन्तः आन् भगिनी भवती अवगतवती किञ्चित् प्रश्नाः सन्ति चेत् कृपया पृच्छतु यदि अदि अग्रे गच्छामः यत् सर्वं महोदय एतत् चुटु सूत्र तस्य उदाहरणं दातुं शक्नोति वा भवती प्रत्ययः जानन्ति अस्तु अस्तु सुभान्तप्रकरणम् इति इत्युक्ते नामपदानि विभक्तिप्रत्ययः अस्ति सु औ जस् इति सु औ जस् मध्ये जस् इति आदिवर्णः कः जस् इत्यस्य ज ज इति खलु जकारः आदिवर्णः सः इत् भवति तर्हि अस् एव तिष्ठति अस्तु उत्तमम् अस्तु आन् भगिनी भवती प्रश्नः अस्ति वा प्रश्नः अस्ति चेत् कृपया पृच्छतु अस्तु अस्तु तर्हि पठतु भगिनी भवती लषक्व तद्धिते लषक्व तद्धिते अस्ति, क्षम्यतां प्रथमं पठामि, लशक्व तद्धिते 1.3.8 अस्ति, इत्यस्मिन् पुनः शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर् निट्टूडवः इत्यस्मात् आदिः उपदेशे अजनुनासिका इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः ल श कु अतदिते इति वाक्यम्. अत्र अस्ति 1.3.8 एकपदं सूत्रम् अस्ति, किन्तु तस्मिन् 1.3.6 तः प्रत्ययस्य पदम् अनुवृत्तिः, 1.3.2 तस्मात् उपदेशे इत् अपि अनुवृत्तिः, अतः अनुवृत्तिः सहित सूत्रम् अस्ति उपदेशे प्रत्ययस्य आदिः ल श कु अत्यधिते इत् इति वाक्यम् इति पूर्णसूत्रम् अनुवृत्तिः सहितसूत्रम्. अत्रापि आदि आदिवर्णः ल अस्ति चेत् अथवा श अस्ति चेत् अथवा कु वर्गः कु इति कु इत्युक्ते कक गङ इति पञ्चवर्णाः, अतद्धिते इत्युक्ते तद्धितप्रत्ययः नास्ति चेत् इत् भवति इति सूत्रम्. अत्र अत्र किम् उदाहरणं, श इत्यस्य सुऔजस् अमौट् शस् इति अस्ति, तत्र शस् इत्यस्मिन् आदिवर्णः शकारः, तदपि इत् संज्ञा भवति. उदाहरणं तदेव सुबन्तेषु सु औजस् अम् औट् शस् इति भवति, द्वितीया बहुवचनरूपं शस् बहुवचनप्रत्ययः अस्ति शस् इति. शस् मध्ये आदिवर्णः कः? शकारः. तर्हि तत् इत् संज्ञा भवति, अस् एव तिष्ठति. सकारः अन्तिमसकारः न गच्छति, किमर्थं? न विभक्तौ तुस्माः इत्यनेन. अपि च इदानीं ल इति अस्ति, तदपि अन्यप्रत्ययः. इदानीं ल्यप् इति ल्यबन्तरूपम् अस्ति, ल्यप् इति कश्चन प्रत्ययः, ल्यप् ल्युट् ल्यप् ल्युट् इति सर्वं, तत्र लकारः गच्छति आदिवर्णः. अपि च कवर्गः, इदानीं क्तवतु क्त इति प्रत्ययः सर्वे सन्ति, तत्र क आदि क इति गच्छति. अपि च सुबन्तेषु अपि अस्ति चतुर्थी एकवचनप्रत्ययः अस्ति ङे इति अस्ति, अपि च ङस् ङसि इति अस्ति, आदिः वर्णः नासिकावर्णः ककगगङ इति अस्ति, ते सर्वे गच्छन्ति आदि आदिवर्णः, ङस् ङसि ङस् अपि च ङि इति सर्वे प्रत्ययाः, तत्र आदिवर्णः इति संज्ञा भवन्ति. अवगतं वा आन् भगिनि? प्रश्नः अस्तु. अपि च तस्य लोपः अपि पठतु महोदय. महोदय नमस्ते, अहं सङ्गीता. एकः संशयः अस्ति अत्र, ते आदिः ङीडूडवः तत्र इतरेतरद्वन्द्वः भवति, अतः डूडवः इति आगच्छति, परन्तु अत्र किमर्थं समाहारद्वन्द्वः भवति लशक्वतटितमध्ये? न श कु इति किमर्थम् आगच्छति कवः न आमामां तस्य शैली अस्ति तत् किमर्थम् इत्युक्ते सः प्राणिः किमपि तत्र सूत्रनिर्माणसमये इदानीं लषक्वः तद्दिते इति तत्र सन्धिकार्यमपि भवति तदर्थं किञ्चित् स्पष्टार्थं स्पष्टतार्थं किमपि तथा वदति परन्तु अत्र समाहारद्वन्द्व इति अत्र लिखितं किल अत्र समाहारद्वन्द्वं तत्र तु इतरेतर द्वन्द्वम् इति लिखितम् अस्ति पूर्वे आम् कुत्र समाहारद्वन्द्वम् इति लिखितम् पूर्वे गतसप्ताहे वयं के पठितवन्तः तत्र लशक्व तद्धित मध्ये लश्च षश्च कुश्च तेषां समाहारद्वन्द्वः लशकु इति आगच्छति इति लिखितमस्ति चुटु मध्ये अपि इतरेतरद्वन्द्वः भवति तस्मात् पूर्वं गितुडभः मध्ये अपि इतरेतरद्वन्द्वः भवति परन्तु अत्र एव समाहारद्वन्द्वः किमर्थम् आगच्छति इति प्रश्नः तत्र समाहारद्वन्द्वः इत्युक्ते लशकु इति तत्र एकवचन रूपमेव भवति द्वन्द्वानां परन्तु समाहारद्वन्द्वे तु एकवचनरूपं भवति निर्माणसमये अत्र इदानीं लशक्वः इदानीं तद्धिते इत्यस्य तत्र सन्धिकार्यं भवति तद्धि किमपि भवति तदर्थं किं स्पष्ट तद्धिते अतद्धिते इति वक्तुं शक् इच्छति लशकु अतद्धिते इति इदानीं लशक्वः लशक्वः लशकवः अतद्धिते इति अतद्धिते इत्यस्य लशको लशको लशको लशकवो तद्धिते इति किमर्थं किमपि वक्तव्यं तेन तर्हि तत्र किञ्चित् अस्पष्टं भवति अतद्धिते इत्यस्य खलु तदर्थं सः तत्तु अस्ति परन्तु नाम अपि लिखितं भवति समाहार इतरेतर किमर्थम् इतरेतर आगच्छति तत्र तदेव तदर्थं वदामि खलु इदानीं तस्य सूत्रनिर्माणं यत् स्पष्टं भवति सः मार्गः एव पाणिनिः स्वीकरोति इदानीम् अत्र समाहारद्वन्द्वः एव स्पष्टं स्यात् चुटु इत्यस्मिन् इतरेतरद्वन्द्वः एव स्पष्टं स्यात् तदर्थं स्पष्टार्थम् अस्तु धन्यवादः धन्यवादः अस्तु भगिनी भवती एकप्रश्नः पदे सन्धिकार्यं भवति न कु प्लस् आ इस् अतद्धिते सप्तमी विभक्ति अत्र तु सप्तविभक्ति निमित्तं नास्ति निमित्तं नास्ति आधाररूपेण उत्तमं तदेव आधाररूपेण तस्य लोपः 1.3.9 अस्ति इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अतः तस्य इत् लोपः इति वाक्यम् 1.3.9 अस्ति द्विपदं सूत्रं तस्य लोपः तस्मिन् इत् आदेश अनुवृत्तिः अतः अनुवृत्तिसहित सूत्रम् अस्ति तस्य इतः लोपः अत्र मम प्रश्नः अस्ति महोदय तस्य किमर्थम् अस्ति इतः लोपः भवितुम् अर्हति खलु परन्तु तस्य इति निर्देशात् इत् इत्यस्य स्पष्टतार्थम् अत्र तस्य लोपः इत्युक्ते एकैकस्य सूत्रस्य इत् संयकः लोपः भवति इति. इतः लोपः इति वक्तुं शक्नोति भवान् सः, परन्तु तत्र तस्य इति निर्देशात् इत् इत्यस्य लोपः, तस्य इतः लोपः इति एकैकस्य सूत्रस्य एक इत् इति निर्देशं करोति. इदानीं लषक्वतद्वितीय इत्यनयस्य इत्, आदिर्निटवः इत्यस्य इत्, चुटु इत्यस्य इत्, हरन्त्यम् इत्यस्य इत्, तस्य लोपः इति. अस्तु, अग्रे भवान् लषकु अत् अधिते तत्र उदाहरणं दत्तवान् खलु, पुनः पठामः वा? किम् सर्वे उदाहरणं के दत्तवान् ते सर्वे अग्रे आगच्छति, अग्रे आगच्छति, चिन्ता नास्ति. अत्र सर्व एते सूत्रे एतानि सूत्राणि तु सर्वदा मनसि पुनः पुनः आगच्छति, तर्हि मनसि तिष्ठति. परन्तु अत्र किमस्ति, सूत्रं 131, 132, 133, 134, 135, 136, 137, 138, 139 एते सर्वाणि एतानि सर्वाणि सूत्राणि इत्संयकाः इति अवगतम्. 131 इति इत्संयकः नास्ति, परन्तु 132 तः 139 पर्यन्तं. सर्वे पुस्तकं क्रीणन्तु कृपया, पुस्तकम् अस्ति चेत् स्पष्टं भवति. तत्र सूत्रं तु क्रमेण दत्तं, सूत्राणि क्रमेण दत्तानि सन्ति, द्रष्टुं शक्नुवन्ति भवन्तः. अस्तु, इदानीम् अभ्यासः कुर्मः वा? अस्तु, मलर् भगिनी भवती पठति वा अभ्यासः? दातवः जुपन् जुपङ्श् डुपचष् डु डुपचष् डु आदि निडु निडुवः इत्यनेन इत्संज्ञा, अलन्त्यन्तम् इत्यनेन शकारस्य इत्संज्ञा, चकारयोत् चकारोत्तरौ वर्ति चकारोत्तरवर्ति अकारः उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः, पच् इति धातुः. अत्र जडु डुज डुपजश् इति डु इत्यनेन इत्संज्ञा भवति. कुत्र कुत्र इत्संज्ञा भवति इति लिखितमस्ति न खलु? धातोः कुतः इत्संज्ञा भवति इति अत्र उक्तम्. न न, अत्र अभ्यासः किमस्ति, धातु इदानीम् उपदेशे इत्युक्ते धातोः धातु मध्ये अथवा प्रत्ययस्य आगमस्य आदेशस्य एतेषु सर्वेषु इत्संज्ञाकाः भवन्ति खलु? ते वक्तव्यं, ते प्रत्यवाः. इदानीं दुपचष् इति एव धातुपाठे अस्ति, धातुपाठे अस्ति. इदानीं पाणिनिः धातुपाठः पाठमपि लिखितवान् तत्र डुपचष् इत्येव उक्तवान्, परन्तु तत् धातुः अस्ति पच् इति, पचति. डु लोपः भवति इति कारणेन, इत्संज्ञा इति कारणेन डु लोपः भवति खलु? अपि च षकारः अपि लोपः भवति हलन्त्यम् इत्यनेन. अपि च पचश् इति अस्ति खलु, तदा अकारः अनुनासिक अकारः अस्ति. किमर्थं? चन्द्रबिन्दुः अस्ति खलु, तदर्थम् अनुनासिक अच् अनुनासिक अच् पदेश् इत्यनेन पच् इति डु लोपः भवति, श अपि लोपः भवति इत्संज्ञा इति कारणेन. अपि च अकारः अपि लोपः भवति, अकारः अपि. कः अकारः? चकारस्य अनन्तरम् अस्ति खलु, चकारस्य आम् पचङ्क्ष् दुपचष् अतः अत्र अकारः अस्ति तत् लोपः भवति तत्र अकारद्वयमस्ति पकारस्य अनन्तरम् एकः अकारः चकारस्य अनन्तरम् एकः अकारः तदर्थं सः उक्तवान् चकार उत्तरवर्ती अकारः चकार उत्तरवर्ती इत्युक्ते उत्तरवर्ती अनन्तरं स्थितस्य चकारस्य सः उत्तरवर्ती सः इति उपदेश अनुनासिक इत्यनेन इत्संज्ञा तस्य लोपः इति सूत्रेण सर्वेषां लोपः भवति पच्सि इति अवशिष्टम् अस्ति अत्र शकार गच्छति अनन्तरं नासिका अवशिष्यते अतः लोपः न न तत्र किमपि क्रमः आर्डर् महत्त्वं नास्ति आर्डर् इस् नाट् इम्पार्टेण्ट् प्रथमं डु भवतु तदनन्तरं शकारः भवतु प्रथमं शकारः भवतु तदनन्तरं तत्र किमपि नास्ति आर्डर् सर्वम् अत्र लोपवर्णः डु अस्ति अनुनासिक अकारः अस्ति शकारः अस्ति सर्वे एकैकेन अन्ते भवितव्यम् इति सूत्रं नास्ति अनुनासिक कुत्रापि कुत्रापि भवितुमर्हति धन्यवादः धन्यवादः मलर् भगिनी अहं म्यूट् कृतवान् श्रूयते भवती एव म्यूट् करोतु कृपया धन्यवादः अस्तु इदानीं सुमन् भगिनी भवती एव लिख् इति पठतु लिख इति अस्ति क्षम्यतां म्यूट् मध्ये अस्मि लिख उपदेशे अजनुनासिक इत्यनेन अकारस्य इत् संज्ञा लिख् इति धातुः ल योग इ योग ख योग अ अस्ति अन्ते अनुनासिक अ अस्ति तस्य लोपः भवति तर्हि एतत् अवगतम् अत्र लिख इति धातुः अस्ति अन्त्य अकारः इत् अस्ति अनुनासिक अकारः तदर्थं लिख् एव तिष्ठति इदानीं डुख्रिन् करोति वा डुख्रिन् इति अहमेव वा भवती एव करोतु अस्तु डुख्रिन् अस्ति डु आदर्नि टु डवः इत्यनेन डु डु लोपः भवति क्रीन् एव तिष्ठति परन्तु अन्तिम ञकारः अपि गच्छति खलु क्षम्यताम् ञ अपि गच्छति हलन्त्यमस्ति तस्मात् कारणात् ञ अपि गच्छति क्र एव तिष्ठति क्र दातु करोति उत्तमम् अपि च सङ्गीता भगिनी भवती करोति वा अस्तु महोदय एकनिमिषः इत्यनेन सूत्रेण ङी गच्छति उपदेशे अज इति सूत्रेण आङ् अन्ते यत् आङ् भवति अनुनासिकः तत् गच्छति मिद् इति अवशिष्टं भवति तत् किं भवति मिद् इति धातु कश्चन धातुः मिद् इति मिद् इति कश्चन धातुः भवति अस्तु मिद् इति अवशिष्टं भवति उत्तमं गम्लु इति करोतु गम्रु अत्र उपदेशे अज् अनुनासिक इत्यनेन सूत्रेण अन्ते यत् आङ् तिष्ठति तत् गच्छति. लृ अपि हलन्त्यम् इति सूत्रेण लृ अपि गच्छति. स्वरः अस्ति, हल् नास्ति. स्वरः अस्ति. इति चेत् कथं गच्छति लृ? तत्र चन्द्रबिन्दुः अस्ति खलु, इत्युक्ते किम्? अस्तु अस्तु अस्तु, लृ सहितचन्द्रबिन्दु, लृसहितचन्द्रबिन्दु द्वयमपि गच्छति. गम् इति अवशिष्टं भवति. अस्तु, किमर्थं गच्छति? किमर्थं गच्छति? सूत्रमुच्यताम्. उपदेशे अजनुनासिक इत्यनेन सूत्रेण गच्छति. उत्तमं, सम्यक्. चन्द्रबिन्दुसहित लृ गच्छति. अस्तु, इदानीं अवशिष्यते. मिद् इति धातुः, मिद् स्नेहे इति, टु लव् इति अर्थः मिद्. अस्तु, धन्यवादः. अस्तु, आन् भगिनी भवती करोतु. दृशि इति, दृशिर् दृशिर् इति अस्ति तत्र. किन्तु न अवगच्छामि. लिख् लिक् लिखा इति अस्ति, लिखा अस्ति. तत्र अन्ते अकारः अस्ति खलु, लिखा इति अन्ते अकारः अस्ति, सः अकारः चन्द्रबिन्दुः अस्ति अपि अस्ति. तर्हि अनुनासिक अकारः, तर्हि अनुनासिक अच्, तर्हि गच्छति. अवगतम्? तर्हि दृशिर् दृशिर् इति अस्ति, तत्र दृशिर् इति अस्ति, दृष्टिर् दृशिर्. दकारन्त गच्छति. किं गच्छति? अधीर्णीदु आदिर्णी टुडवः अस्ति. आदिर तत्र द इति नास्ति खलु, नी टु डु एव अस्ति तत्र आदि मध्ये, तदेव इत्संज्ञा. न न न न न तदेव उक्तवान्, डु इति साक्षात् डु, न तु डु वर्गः, ड वर्गः, टु इत्युक्ते ट वर्गः नास्ति. अस्तु अस्तु, तदा ईकारः गच्छति. ईकारः गच्छति, कथं, किमर्थं गच्छति? अननासिक. पूर्णसूत्रं वदतु कृपया, पूर्णसूत्रं वदतु. एकनिमेष. उपदेशजनुनासिक इत्. उत्तमम्. अनन्तरं दृश् रिमेन् दृश्. अन्ते रेपः अस्ति खलु, दृशिर् इति उक्तवान्, दृशिर् इति. दृशिर् दृशिर् दृशिर् इति अस्ति, अन्ते रेपः अस्ति, रकारः र इति अस्ति, रकारः अस्ति. ओके, दृशिर् दृशिर् रकारः अपि गच्छति खलु, किमर्थं गच्छति? हल् वर्णः अस्ति, अन्त्ये हल् अस्ति, अन्त्यहल् अन्त्यहल् वर्णः. किमर्थं गच्छति? एकनिमेषः. हलन्त्यं. हलन्त्यम् इत्यनेन गच्छति. रेपः गच्छति, अपि च षि इ, षि इत्यस्य इ अस्ति खलु, इ तदपि गच्छति. दृश् इति धातुः, दृश् अस्तु, तु सि इति अर्थः. जीव इति अपि वदतु, जीव इति. जीव अननासिक गच्छति. जकारः इव गच्छति, एव अपि गच्छति. किमर्थं गच्छति जकारः? एकनिमेषम्. चुटु परन्तु चुटु इति प्रत्ययस्य एव खलु न गच्छति तर्हि किम् अवशिष्टं जीव् इति धातुः उत्तमं धन्यवादः अस्तु इदानीं प्रत्ययः अभ्यासः को कः करोति इदानीं एकं गीता भगिनी भवती करोति वा महोदय एकः प्रश्नः अस्ति सम्यक् धातु द्रष्टुम् अहं वक्तुं शक्नुमः किं गच्छति किं तिष्ठति इति किन्तु लोके लौकिकधातु जानाति गं जानामि कथं ज्ञातव्यं गम्ल भवति इति नो चेत् अहं कृ धातु जानामि डुक्वीन् भवति इति कथं ज्ञातव्यं तत्र कोशे अस्ति अपि च धातुपाठे अस्ति कोशं पश्यन्ति चेत् अस्ति किन्तु फार् एक्साम्पल् बृहधातुकोशमागरे गम् नास्ति गम्ल अस्ति नास्ति डुकृ नास्ति सो कथं ज्ञातव्यम् अहं कृ धातु द्रष्टुम् इच्छामि चेत् कृ मा कोशे कृ मा अन्वेषयतु डुक् अन्वेषयतु इति कथं ज्ञातव्यं तथैव अभ्यासेन आगच्छति धातुपाठ धातु कः इति कथञ्चित् अन्यकोष्ठः कोष्टकमपि अस्ति इदानीं धातु अनुबन्धः अस्ति खलु निरनुबन्धधातुः अपि च सानुबन्धधातुः इति कश्चन कोष्टकमपि अस्ति कुत्रचित् अस्ति निर् अनुबन्धधातुः इत्युक्ते गम् इति निरनुबन्धः अनुबन्ध अनुबन्धं रहितं सानुबन्धधातुः इत्युक्ते अनुबन्धसहित धातुः इदानीं गम्ल इति सानुबन्धधातुः इदानीं कुत्रचित् भवति सानुबन्धधातुः अपि च निरनुबन्धधातुः तस्य मेपिङ्ग् टेबल् कुत्रापि भवति तथा ज्ञातव्यम् इदानीं किञ्चित् कष्टकरमेव भवति परन्तु अभ्यासेन आगच्छति अस्तु भवतः किमपि लिङ्क् वा पुस्तकम् अथवा किमपि अस्ति चेत् अहं प्रेषयिष्यामि अन्वेष्टव्यं मया अस्तु धन्यवादः महोदय अस्तु गीता भगिनी भवती करोति वा प्रत्ययाः इति अभ्यासः प्रत्ययाः णिच् हलन्त्यं चकार हलन्त्यं उत्तमं सो हलन्त्यम् इति संज्ञा सो चकार हलन्त्यम् इत्यनेन चकारलोपः भवति चकारलोपति उत्तमं तदनन्तरं किम् अवशिष्यते अवशिष्यते नकार चुटु चुटु इत्यनेन नकारः अपि गच्छति आदिनकारः सो ई अवशिष्यते ई एव अवशिष्यते उत्तमं णिच् इत्यनेन एव अवशिष्यते उत्तमं शाकन् तदपि नकारलोपः भवति हलन्त्यं सूत्रेण उत्तमं शकारः अपि लोपः भवति शः वाट् इस् इट् शः प्रत्ययस्य उत्तमं सूत्रेण इदानीं किम् अवशिष्टम् अवशिष्टम् इस् आक इति उत्तमम् एवम् अवशिष्यते अवशिष्यते आक इति प्रत्ययः इदानीं जुस् कदर्थं जुस् इति जुस् सकार लोपः भवति हलन्त्यं सूत्रेण परन्तु न विभक्तौ तु स्मः इति न विभक्तौ तद् विभक्तिप्रत्ययः अस्ति तदर्थं oh, just as vibhakti pratyaya. Hmm. So then it will stay. Kimartam? Let's see, lopaha. Wait a second. Vibhakti, just as vibhakti pratyaya, so halantyam sutrena dhatavah halantyam lopah bhavati, pratyayasya halantyam lopah bhavati, parantu विभक्तेः हलन्त्यं लोपः न भवति न हलन्त्यं नास्ति अस्तु न विभक्तौ तुस्माः त वर्गस्य स वर्गस्य मकारस्य न भवति हलन्त्यम् इति प्रथमं सूत्रं 133 तस्य साक्षात् अनन्तरं सूत्रं न विभक्तौ तुस्माः इदानीं हलन्त्यम् इत्यस्य अपवादः इत्युक्ते एक्सेप्शन् इति सूत्रं पुनः पुनः पुनः वदतु वा पुनः पुनः वक्त यदि वदति तर्हि मनसि तिष्ठति न विभक्तौ तुस्माः इति न विभक्तौ तुस्माः So that means vibhakti takara sakara makara are exception, what do you say? Apavadaha. Apavadaha. Tari tu iti se tata dada na iti pancha varnaha. Apicha sakaraha, apicha makaraha. Sapta varnaha vibhaktau na halantyam ityane na gacchanti. Na gacchanti. इदानीं वदतु जुस् इत्यस्य जकार अपि न जकार चुट्टु प्रत्यय सो हलन्त्यं नो चकार देन् इट् विल् स्टे जुस् विल् बि जुस् किमर्थं चकारः न गच्छति लोपः भवति चुटु इत्येन सूत्रेण च लोपः भवति सो इट् विल् बि उस् इति प्रत्ययः ज लोपः भवति उस् अवशिष्यते उस् इति प्रत्ययः उस् महोदय इ प्रत्यय आक् प्रत्यय किम् अस्ति इ इति प्रत्ययः निच् निजन्तः निजन्ताः इति जानन्ति खलु तद् इ आक् इति प्रत्ययः अन्यत्र तद् किमपि तद्येत प्रत्ययः अस्ति अहं न जानामि शाकान् इति प्रत्ययः अहं न श्रुतवान् निजन्ते किमर्थम् इ एव तिष्ठति इदानीम् इ एव तिष्ठति पट् इति धातुः अस्ति पठी इति भवति पाठी इति भवति पाठी एव धातुः नूतनम् इदानीं तद् तस्य विवरणम् अनन्तरं परन्तु इदानीम् इ एव धातु प्रत्ययः इति अवगच्छामः उस् अपि कश्चन प्रत्ययः धातु अस्ति इदानीं गच्छेयुः भवेयुः उस् इति भवति अन्तम् उहु इति भवति जानाति चेत् वदतु नो चेत् अग्रे गच्छामः क्षम्यताम् अहं पुनः चिन्ता नास्ति इदानीम् अत्र चर्चा मास्तु यतोहि समयः गच्छति अपि च अत्र अनावश्यकं भवति प्रत्ययः कः इति तस्य विवरणम् अत्र मास्तु अस्तु भगिनि, गीता भगिनि भवती वदतु. चुटु सूत्रेण टकारलोपः भवति. किं आ एव अवशिष्यते. उत्तमम्. शप् पकार अलन्त्यं सूत्रेण लोपो भवति. शकार शकारापि लोपो भवति. लशक् लशक् लशक् वदत्तिते वदत्तिते इत्यस्मिन् सूत्रेण. अस्तु उत्तमम्. अवशिष्यते. अवश्यते. उत्तमम् उत्तमं. धन्यवादः. इदानीं के के सन्ति वर्गे? अहं तत्र न सङ्ख्या एव दृश्यते. 630 650 कः? मम नाम अरुण. अरुण भगिनी भवती वदति वा? नूतन. अस्तु उत्तमं. भवती वदति वा, करोति वा अभ्यासः? चक्पद्धते सूत्रेण न इत्संज्ञा भवति, लोपः भवति. सकार न लोपो भवति, न विवक्तो दुस्माः सूत्रेण अस्ति एव अवशिष्यते. अस्तु एव अवश्यते. उत्तमं. स्ना इति करोतु. न सकार लसक् वर्तते सूत्रेण शकार इति भवति, तस्य लोपः न एव प्रत्यय अवशिष्यते. उत्तमम्. इदानीं क्त इति करोतु. लसक् वर्तते सूत्रेण क इत्यन्न न श्रूयते महोदय. अहं लसक्पद्धते सूत्रेण ककार इत्संज्ञा भवति, ता एव अवशिष्यते. उत्तमं. धन्यवादः. बहु सम्यक्. इदानीं अग्रे 938 कः? पुनः वदामि. वदतु, तस्याः ध्वनिः न श्रुतवती. अस्तु, नर्स् इत्यस्मिन् सकारः न विभक्तौ तु स्मः इत्यनेन इत् नास्ति. अपि च नस् इत्यस्य आदि नकारः लषक्व तद्दिते इत्यनेन गच्छति. कुवर्गः कवर्गः अस्ति खलु. क्षम्यतां, कुत्र अस्ति? नस् नस् इति नस् इति शप् इत्यस्य अनन्तरम्. अस्तु, अतः नस् इत्यस्य आदिः वर्णः कवर्गः अस्ति. लषक्व तद्दिते इत्यनेन गच्छति. अस् एव अवशिष्यते. इदानीं श्ना इति अस्ति, तत्र लषक्व तद्दिते इत्यनेन षकारः गच्छति. न एव अवशिष्यते. अस् तिष्ठति खलु. अस् इति तिष्ठति. अपि च श्ना इत्यस्य न एव तिष्ठति. अपि च क्त इत्यस्य ककारः अस्ति आदि, लषक्व तद्दिते इत्यनेन ककारः गच्छति. इदानीं 938 326 कः? 886 कस्य सङ्ख्या अस्ति महोदय? अहं सङ्गीता. अस्तु, धन्यवादः. इदानीं भवती करोति वा? श्वुच्. अस्तु, इक्त अनन्तरं श्वुञ्च् करणीयं किल? आमां. श्वुञ्च् मध्ये इञ्ज् हलन्त्यम् इति सूत्रेण इञ्ज् गच्छति. शः प्रत्ययस्य इति सूत्रेण इषति गच्छति, वु अवशिष्यते. उत्तमम्. अग्रे अनन्तरं मूल् मूल् मध्ये इल् गच्छति हलन्त्यम् इति सूत्रेण. चुटु इति सूत्रेण इन् अपि गच्छति, वु अवशिष्यते. उत्तमम्. अग्रे किं किं मध्ये इन् तादृशमेव इन् गच्छति हलन्त्यम् इति सूत्रेण लशक्व तद्धिते इति सूत्रेण इक् गच्छति इक् गच्छति किम् अवशिष्टं महोदय यु यु अवशिष्यते उत्तमम् अस्तु कः प्रश्नः प्रश्नः कोऽपि नास्ति कोऽपि अन्य प्रश्नं पृष्टवती इति मन्ये अस्तु अस्तु आन् भगिनी भवती करोतु अनन्तरं ष्यन् इति मास्तु ष्यन् नकारः गच्छति हलन्तशब्दः शकारः अपि गच्छति लशक्वतादिते किमस्ति तां लशक वर्गः प्रत्ययः अदेयः लशकवर्गः प्रत्ययस्य अदि अस्ति चेत् रैट् आम् आं सत्यं याकारः अवशिष्यते अवशिष्यते उत्तमम् अवशिष्यते उत्तमम् इदानीं ल्युट् करोतु ल्युट् ल्युट् ल्युट् तकारः तकारः इस् तवर्गीय न तकारः अन्ते अस्ति हलन्त उत्तमं ल ल गच्छति लशकवत् लशक्वतद्धिते यु अवशिष्यते उत्तमं यु इति अवशिष्यते तृच् करोति वा तृच् तृच् तृच् चकारः अन्ते हलन्त हलन्त्यं गच्छति त्रि त्रि त्रि त्रि अवशिष्यते उत्तमं त्रि इति अवशिष्यते उत्तमं धन्यवादः अग्रे कः करोति इदानीं मीना भगिनी करोति वा अस्तु सा नास्ति महोदय अहं भानुचैतन्य अपि अस्मि भवतां भवान् करोतु महोदय धन्यवादः 970 भवतां सङ्ख्या खलु 970 उत्तमं भवान् करोतु महोदय शुन् महोदय शुन् शुन् नकारः अन्तिमः वर्णः तत्र हलन्त्यं सूत्रेण नकारः लोपः जायते आदिः श इति वर्णः अस्ति श प्रत्ययस्य आदिः अतः उ अवशिष्यते इति मन्ये उत्तमम् उ इति अवशिष्यते इदानीं तत्र उ अवशिष्यते तत्र ण्वुल् इत्यस्मिन् अपि उ एव अवशिष्यते श्वुन् इत्यस्मिन् अपि उ एव अवशिष्यते श्वुञ् इत्यस्मिन् अपि उ एव अवशिष्यते परन्तु प्रत्ययः भिन्नः अस्तु तिन् करोतु महोदय तिन् तिन् अन्तिमः वर्णः न इति न तु तत्र हलन्त्यं सूत्रेण लोपः जायते ति ककारः तु आदिः अस्ति तत् लशक्व तद्धिते इति सूत्रेण तदपि लोपः जायते अतः ति एव अवशिष्यते इति मन्ये. किं किम् अवशिष्यते? ति. हा ति, उत्तमं, धन्यवादः. तव्यत् इति करोतु. तव्यत् अन्तिमः त इति अवशिष्य तत्र अस्ति. हलन्त्यं सूत्रेण तकारः लोपः गच्छति. तव्य तव्य अस्ति, आदिः त अस्ति. लशक्व तद्धिते लशक्व तद्धिते तु इत् सन्ति तत्र, अतः स लोपः जायते किम्? भवान् वदतु, लशक्व तद्धिते इत्यस्मिन् तकातवर्गः अस्ति वा? लशक्व तु तकारः नास्ति. तर्हि किम् अवशिष्टं? तव्य अवशिष्टम्. तव्य इति अवशिष्टम्. उत्तमं, धन्यवादः. इदानीं का करोति? मीना भगिनी भवती करोति वा? मीना सुन्दरेशन्. इदानीं नास्ति चेत् मलर् भवनी करोतु. भवती हा महोदय. शानच् अत्र इच् हल् प्र हल् वर्णः, अतः तस्य लोपः भवति हलन्तम् इति सूत्रेण. श अपि लशक्व अतः लशक् लशक् वदन्त्यन्ते इति सूत्रेण श अपि गच्छति. तो अत्र श अन् अन्य इति अवशिष्टम् अस्ति न? अन् वा? अन् वा? आन आन आन आन श गच्छति. आ न आन इति अवशिष्टं जायते. अनन्तरम् अनियर् इति अनियर् अत्रापि अनिय किम् अस्ति? आ लोपः भवति न? किमर्थम् अनिय किम् आदि अस्तु अनियर् इत्यस्मिन् रेपः अन्तः अलन्तम् इति सूत्रेण इर् गच्छति, लोपः भवति. अनीय अनीय एव अवशिष्यते. अनीय एव अवशिष्यते. शत्रु अपि तत्र चन्द्रबिन्दु गच्छति. तत्र श अपि गच्छति किल? श लशक्वत् त्वतिदन्ते इति सूत्रेण तु अवशिष्टं भवति. शकारस्य अनन्तरम् अकारः अस्ति खलु? आम् शकार अत्रु अवशिष्य ऋकारः गच्छति खलु? ऋकारः स्वरः चन्द्रबिन्दुः ऋकारः सहित चन्द्रबिन्दुसहित ऋकारः तद्गच्छति इदानीं किम् अवशिष्टम्? अत् इति अवशिष्टम्. धन्यवादः, कृपया म्यूट् करोतु भगिनि. कः इदानीं हरिप्रिया भगिनी पुनरेकवारं शत्रुं शत्रुं पुनरेकवारं वदतु कृपया. भवान् एव करोतु एकवारं. भवान् शत्र इत्यस्मिन् अन्ते ऋकारः अस्ति, तद् चन्द्रबिन्दुः अस्ति तस्मिन्. आम्, तर्हि अनुनासिक अच्छस्ति, सः गच्छति, अपि च शकारः गच्छति. किमर्थम्? लशक्व तद्धिते. इदानीं किम् अवशिष्टम्? आदिः षकारः अस्ति अत्र अवशिष्ट तृ वा किमर्थं ऋकारः गतं खलु ऋकारः गतः ऋकारमपि गतः कि चन्द्रबिन्दु गतः चन्द्रबिन्दु इति चन्द्रबिन्दु किमपि स्वर स्वरसहितमेव भवति चन्द्रबिन्दु पृथक् न तिष्ठति चन्द्रबिन्दुः इति स्वरस्य किमपि अङ्गः ऋ इत्यस्य चन्द्रबिन्दुः ऋ इत्यस्य ऋ इति स्वरस्य चन्द्रबिन्दुः सः चन्द्रबिन्दुः पृथक् न तिष्ठति उपरि पश्यतु दृशी अस्ति तत्र ई अस्ति असोसिएटेड् वित् चन्द्रबिन्दु अवगतं वा महोदय किम् अवशिष्टम् किम् अवशिष्टम् सत्यं स एव अवशिष्टं न अकारः अस्ति खलु षकारस्य अनन्तरम् इदानीं किम् अवशिष्टम् अत् अत् इति अवशिष्टम् अत् इति प्रत्ययः उत्तमं ऋकारः इस् स्वर स्वर इस् अ आ इ ई उ उ ऋ ऋ ळ तदनन्तरम् ए ऐ ओ औ इति स्वराः ऋकारः रेपः नास्ति आं सत्यं परन्तु रेपः इव श्रूयते परन्तु ऋ इति स्वरः ऋषिः इति तत्र आदिवर्णः स्वरः उत्तमं हरिप्रिया भगिनी भवती करोति वा करे भवती करोतु अस्तु करोतु अस्ति तत्र चन्द्रबिन्दुः अस्ति अतः अनुनासिका तत् गच्छति न अपि गच्छति चटु चटु नि एव तिष्ठति इन् एव तिष्ठति इन् इति तिष्ठति उत्तमम् अग्रे क्लुकन् क्लुकन् अस्तु नकार गच्छति हलन्त अनन्तरं अ अपि गच्छति अनुनासिक क गच्छति लशक ल अपि गच्छति उक् तिष्ठति किमर्थं ल गच्छति पुनः लशक खलु लुक् इति तिष्ठति आदिवर्णः एव गच्छति लशक् वर्तते चेतनेन पुनः ककारः गच्छति तदनन्तरं पुनः आदिवर्णः इति न वक्तव्यम् उत्तमम् इदानीम् अवगच्छन्ति इति अस्तु अहं वदामि तत्र नकारः गच्छति हलन्त्यम् इत्यनेन अपि च अत्र क्लुकन् इति क्लुक्कन् इति अस्ति इति ककारस्य अनन्तरम् अकारः अस्ति खलु तद् अनुनासिक अकारः तदपि गच्छति इदानीं क्लुक् इति अस्ति क्लुक् तस्य क्लुक् इत्यस्मिन् आदिककारः लशक्व तद्दिते इत्यनेन गच्छति तदनन्तरं लुक् इति अवशिष्यते लुक् अवगतवती उत्तमम् इदानीं भानुचत्रे महोदय भवान् पठति वा अनुबन्धः वर्णाः किमर्थम् इति आं महोदय अनुबन्धवर्णाः किमर्थम् अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते यथा भुआदिगणे शप् सुदादिगणे श उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासनानन्तरम् अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते तथैव बहुत्र. किमुक्तं तत्र महोदय? अनुबन्धः अनुबन्धवर्णाः किं किमर्थं तत्र जायते इति विभिन्नकार्याणि अनुबन्धवर्णैः सिद्ध्यन्ति. यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते. समानाः प्रत्ययः अस्ति तत्र विभिन्नगण यद् सन्ति प्रथमपाठे दृश्यते तत् किं भेदः इति एतत् अनुबन्धैः सूच्यते. लोपः भवति किन्तु एतत् ज्ञातुमेव वयं जानीमः एतत् किं गणम् इति. उत्तमं. तर्हि तत्र किञ्चित् इदानीं शप् शप् इति शप् अपि अकारः एव अवशिष्यते. श इत्यस्मिन्नपि अकारः एव अवशिष्यते. परन्तु शप् अपि च श इति भिन्नप्रत्ययाः उक्तवान् खलु. णुल् श्नुल् इति श्नुय् इति सर्वम् अस्ति. तत्र वकारः वु इत्येव अवशिष्यते परन्तु प्रत्ययाः भिन्नाः. इत्युक्ते किं किमपि पेकेजिङ्ग् डिफ्रेण्ट् परन्तु वस्तु समानम् इति वस्तु समानमेव दृश्यते परन्तु डिफ्रेण्ट् पेकेजिङ्ग् कृत्वा पाणिनिः प्रत्ययस्य पृथक्त्वं करोति. प्रत्ययं पृथक् पृथक् करोति. अस्तु, अग्रे अपि पठति वा भगिनि महोदय? प्रत्ययस्य नामकरणम् अनुबन्धानुगुणं भवति. नकाराः अनुबन्धः चेत् यथा हिच् प्रत्ययः तर्हि संक्षेपे प्रत्ययस्य नाम मित् नकारः इत् यस्य सः मित् इति बहुव्रीहि समासः. ककारः अनुबन्धः चेत् यथा क्त तवतु त्वा तर्हि संक्षेपे प्रत्ययस्य नाम कित् ककारः इत् यस्य सः कित् इत्यादिकम्. प्रत्ययस्य नामकरणम् अनुबन्ध अनुगुणं भवति. अनुबन्धं वयं पूर्वं दृष्टवन्तः. तत् प्रत्ययस्य नामकरणमपि भवति. यथा उदाहरणं ददति निच् प्रत्ययः. निच् प्रत्ययः इति अतः नित् इति तत् वक्तुं शक्यते. तर्हि एव तवतु त्वा तत्र प्रत्ययककारः जायते अतः कित् इति तत् अनुबन्धानुगुणं तत्र नामः एव. उत्तमम्. अत्र सम्यक् अवगतवती आन् भगिनी? अवगतवती वा? न. अस्तु, अत्र अत्र णिच् इति प्रत्ययः अस्ति. तत्र आदिः नकारः अस्ति खलु. तद् इत् अस्ति अस्ति वा नास्ति वा? चकारस्य णिच् चकारस्य इत् अस्ति. आदि णकारः नकारः अपि इत् अस्ति वा? इत् नकारस्य इत् किमर्थं सूत्रं वदतु. चुटु इत्यनेन इत् अस्ति. तर्हि णकारः इत् अस्ति चेत् णित् इति वक्तुं शक्नुमः. णित् इति णिच् इत्यस्य प्रत्ययस्य नाम णित् प्रत्ययः. यत्र नकारः इत् अस्ति णित् इति वक्तुं शक्नुमः. इदानीम् अन्यमस्ति णुल् इति आसीत् खलु. णुल् णुल् इति तदपि णित् नकारः इत् अस्ति तदर्थं णित् इदानीं क्ता क्तवतु क्त्वा इति सर्वे प्रत्ययाः आदिककारः इत् अस्ति लषक्वतद्दिते इत्यनेन, तर्हि सर्वे कित् प्रत्ययाः. इदानीं किमपि समूहः अस्ति प्रत्ययसमूहः, ते सर्वे कित् प्रत्ययाः इति वक्तुं शक्नुमः. क्ता क्तवतु यत्र यत्र ककारः इत् अस्ति सर्वं कित् प्रत्ययाः इति वक्तुं शक्नुमः. तथा अत्र अपि च शप् इति अस्ति, शप् इत्यस्मिन् पकारः इत् अस्ति, तर्हि पित् प्रत्ययः इति वक्तुं शक्नुमः. अस्तु, अत्र अरुणा भगिनी एकः प्रश्नः अस्ति. सेकेण्ड् पायिण्ट्, द्वितीय पायिण्ट्, यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते यथा भवादिगणे शप् द्वादिगणे तुदादिगणे ओके दट् सिक्स्त् गण ओके उभयत्र अ इत्येव अवशिष्यते अनुबन्धनिष्कासानन्तरं इत्युक्ते निष्कासनम् इत्युक्ते रिमूव् इति अर्थः. निष्कासनानन्तरम् अनुबन्धस्य निष्कासनानन्तरम् इदानीम् इत् सैन्यस्य निष्कासन रिमूवल् आफ् अनुबन्ध इति अर्थः. अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते. अवगतं न अनुबन्धवर्णैः एव. अनुबन्धवर्णैः इति तृतीया बहुवचनम्. इदानीं वैद अनुबन्ध एव प्रत्ययभेदः अन्यायते. इदानीं शप् इति अस्ति तत्रैव अकारः एव अवशिष्यते, श इति अस्ति तत्रैव तत्रापि अकारः एव अवशिष्यते, परन्तु प्रत्ययः भिन्नः, प्रत्ययः भिन्नौ तत्र. तर्हि शप् इति अनुबन्धः, तत्र पकारः अस्ति अत्र अपकारः नास्ति, भिन्नभिन्नप्रत्ययः. शप् इस् नाट् द सेम् अस् श, यतोहि अनुबन्धनिष्कासनात् अनन्तरम् अकारः एव तिष्ठति. इदानीम् अहं वदामि चेत् भवादिगणे अकारः अस्ति, तुदादिगणे अकारः अस्ति, परन्तु किमर्थं भुवादिगणे अपि सः एव प्रत्ययः, तुदादिगणे अपि सः एव प्रत्ययः, परन्तु किमर्थं भिन्नभिन्नगणाः इति चेत् तत्र प्रत्ययः भिन्नः, यतोहि अन्ते अकारः एव अस्ति, परन्तु शप् इति प्रत्ययः एकस्य अन्यस्य श इति प्रत्ययः. प्रत्ययभेदः ज्ञायते अनुबन्धवर्णैः एव इति. अवगतम्? अवगतम्. अस्तु, अत्र किञ्चित् इदानीं प्रश्नः उदेति इति. किमर्थम् इदानीं बिन्दुत्रयमस्ति अत्र, परन्तु तस्य तस्मिन् एकः प्रश्नः उदेति, तत् पठामः वयं. कः पठति? हरिप्रिया भगिनी भवती पठति वा? पठामि महोदय. प्रश्नः उदेति, अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवत्येव? अनुबन्धाः अपगच्छन्ति परन्तु तैः सङ्केतः दीयते कार्यार्थं, यथा शप् इति विकरणप्रत्ययः, तस्य शकारस्य इत्संज्ञा, पकारस्य च इत्संज्ञा, अनुबन्धलोपानन्तरम् अ इत्येव अवशिष्यते. शकारपकारयोः इत्संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति. भू प्लस् शप् प्लस् ति अनुबन्धलोपे भू प्लस् अ प्लस् ति शप् प्रत्ययस्य कारणेन ऊकारः ओकारः भवति गुणः. भो प्लस् अ प्लस् ति सन्धिः भव प्लस् ति भवति. अत्र प्रश्नः अस्ति, यदि पाणिनिना एतेषु प्रत्ययानां लोपः करणीयः चेत् किमर्थं तेषाम् उपयोगं करणीयम्? तत् अनुबन्धाः अपगच्छन्ति परन्तु तैः सङ्केतः दीयते कार्यार्थम्, एतत् मया न अवगतम्. किं न अवगतम्? प्रश्नः ममापि तावदेव अस्ति. अस्तु, तदेव अत्र उत्तरमस्ति. तस्य इदानीं यदो यद्यपि सकारस्य अपि च पकारस्य इत् संज्ञा भवति, परन्तु तस्य इत् संज्ञा इत् अस्ति खलु, तद् अनुगुणं किमपि कार्यम् अस्ति. इदानीम् इत् तस्य इत् वर्णस्य अनुगुणं, तत्र शप् इत्यस्य पकारः अस्ति खलु, तदनुगुणं किमपि कार्यमस्ति. भू इत्यस्य पूर्व इदानीं शप् इत्यस्य अकारस्य पूर्ववर्ण पूर्वस्थितस्य भू इत्यस्य अन्तिम उकारस्य गुणः भवति ओकारः. इदं तद् पकारः अस्ति चेत् एव भवति. इदानीं श इति प्रत्ययः अस्ति, तद् लिख् इति अस्ति. वयं पूर्वं दृष्टवन्तः लिख् इति लिखति एव भवति, परन्तु शुच् इति शोचति इति भवति. किमर्थं तत्र श इति प्रत्ययः लिक् मध्ये, लिक् श ति, लिक् योगः श योगः ति, तत्र शकारः गच्छति, लिक् अ ति लिखति इति भवति. परन्तु शोचति इति शुच् अ ति, परन्तु शोचति इति भवति. शुच् इत्यस्य उकारस्य ओकारः भवति, तत् पकारात् पकार तत्र शप् शुच् योगः शप् योगः ति इत्यनेन तत्र पकारः अस्ति. तस्मात् एव तस्मात् कारणात् एव तत्र गुणः भवति. So, शप् इत्युक्ते गुण अपि, किन्तु श इत्युक्ते गुण नास्ति. इत्युक्ते यः प्रत्ययः पित् अस्ति चेत् गुणः भवति, पित् नास्ति चेत् गुणः न भवति. पुनः वदतु. प्रत्ययः पित् अस्ति चेत् गुणः भवति, प्रत्ययः पित् नास्ति चेत् गुणः न भवति. शप् इत्यस्मिन् शप् प्रत्ययः पित् अस्ति, श प्रत्ययः पित् नास्ति. पकारः इत् अस्ति चेत् गुणः भवति. गुणः किम् इत्युक्ते? गुणः इत्युक्ते उकारस्य ओकारः, अपि च इकारस्य एकारः, लिख् तथा. इदानीम् अत्र भवति इति अस्ति, परन्तु लिखति इत्यस्मिन् लिखति एव तिष्ठति, शुच् इत्यस्मिन् शोचति इति भवति. तत् भुवादिगणधातुः तुदादिगणधातुः, तदर्थम् इत् इत् वर्णः तु किञ्चित् तेषाम् उपयोगमपि भवति. यद्यपि सः गच्छति, परन्तु तस्य उपयोगम् अस्ति, तस्य किमपि प्रयोजनम् अस्ति इति इति ज्ञातव्यम्. अवगतम्? अस्तु, अत्र अद्य समापयामः, परन्तु अत्र एकं मुख्यसूचना अस्ति. आगामि सप्ताहान्ते इदानीं युनैटेड् स्टेट्स् मध्ये समयपरिवर्तनं भवति, वि मूव् द क्लाक्स्. अस्तु, परन्तु भारते न परिवर्तनं भवति, तदर्थं भारतसमयः समानं भवति. इन् यु एस् वि विल् मीट् वन् अवर् लेटर्, सो वि विल् मीट् एट् 8 o'clock फ्रोम् नेक्स्ट् वीक्. ये युनैटेड् स्टेट्स् मध्ये सन्ति ते सर्वे अष्टवादने अपि च अन्यस्ति वि आर् कन्सल्टेड् इन् क्लास् टु पेरलल् सेशन्स् गोयिङ्ग् आन्. So there will be only one session going on. We will be consolidating the class. Tarhi ekavargamaya bhavati. Idanim there are two parallel sessions going on. So we were going to go into consolidate the class to one parallel session because the strength is enough for one class. So Eka, this number You will get email, all the details in the email. So please look out for the email. From you? From me or the other teacher, Yashovardhana. So one of us will handle the class. Bhavan eva paathayatu mohode. You have to know other teachers also, okay? How do you know the other teachers is better? You should try his class also. अस्तु अहम् अरुणा वदामि अहं न ईमेल् नास्ति ओ ईमेल् मध्ये नास्ति वा भवती अहम् ईमेल् अस्ति मम समीपे अहं न ददामि मम मित्रं ददाति ईमेल् तत् ऐ जायिन्ड् Mama Nama. Okay, so you want to be added in the email or not? Yes, please. Tarhi, can you send an email to one of the, if you get some class information, can you send an email to them? We will add you. Okay, thank you. Dhanyavadaha. Itopi prashna ha? Kim api? No. Dhanyavadaha.